नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र अद्य नूतनपाठः अनुनासिकान्तम् अङ्गम् इति 12B इति पाठः, तस्मात् पठामः। धातुपाठे हल्सन्धिः इत्यत्र यदा अनुनासिकान्तम् अङ्गम् अस्ति चेत् तत्र का गतिः इत्येव पश्यामः अद्य। तस्मात् अनन्तरं प्रायः अस्माकम् अदादिगणस्य अभ्यासः। अस्तु, नमस्ते भगिनि। महोदय नमस्ते। नमस्ते अरुणा भगिनि। महोदय, भवान् एव पठति वा? अस्तु, एकवारं धातुपाठे एकवारं क्षम्यताम्। अनुनासिकान्तमङ्गम् अस्तु। सर्वदा सन्धिकार्यात् पूर्वं चिन्तनीयम् अङ्गकार्यप्रसङ्गे। अतः प्रथमतया अङ्गं कीदृशम्, अङ्गं गह्यादि वच्यादि अनुदित अनुनासिकान्तं च चतुर्षु अङ्गम् अन्यतमं चेत् विशिष्टम् अङ्गकार्यम् अपेक्षितम्। अनुनासिकान्तम् अङ्गं चेत् कित् नित् प्रत्यये परे चत्वारि सूत्राणि, अनुदात्तोपदेशवनति तनोति इत्यादीनाम् अनुनासिकलोपो जलिकिति इति प्रथमसूत्रमस्ति। वन् धातोः अनुनासिकान्त अनुदात्त उपदेशधातोः अनुनासिकान्ततनादिधातोः अनुनासिकस्य लोपः भवति जलादि कित् नित् प्रत्यये परे। तादृशपञ्चदशधातवः सन्ति। द्वितीयं जनसनखनां सञ्जलौ इति षष्ठाध्यायस्य चतुर्थपादस्य द्विचत्वारिंशत्तमं सूत्रमस्ति। जनसनखन् एतेषां धातूनां नकारस्य स्थाने आकारादेशो भवति जलादि सन् प्रत्यये परे, अपि च जलादि कित् नित् प्रत्यये परे। त्रयः धातवः अत्र। अनुनासिकस्य क्विज्जलोः निति, अनुनासिकान्त अङ्गस्य उपधायाः दीर्घादेशः भवति क्वि च जलादि कित् नित् प्रत्यये परे इत्युक्ते अवशिष्टदातवः। चतुर्थं सूत्रमस्ति। गमहनजनकनगसां लोपः किति निति अनङ्गि इति अजादि। अत्रापि एतत् षष्ठाध्याय चतुर्थपादस्य किमस्ति तत्र न अस्तु ऊननवतिः अजादि कित् प्रित् कित् नित् प्रत्यये परे गमहनजनखन घस् येषां धातूनाम् उपधायाः लोपः भवति। अत्र पञ्चधातवः सन्ति। अस्तु, अत्र चत्वारि सूत्राणि सन्ति। अनुनासिकान्त अङ्गं चेत् किं कार्यम् इति तत्र प्रमुखतया तत्र कीर्तित् प्रत्यये परे एतेषां कार्यं भवन्ति एतेषां सूत्राणाम्। एकमस्ति अनुदात्त उपदेश वनति तनोति, वनति अपि च अनुदात्त उपदेश वन् धातोः अनुनासिकान्त अनुदात्त उपदेशधातोः अपि च तनादिगण अनुनासिकान्त तनादिगणीयधातोः तत्र लोपः भवति अनुनासिकस्य जलादि कित् नित् प्रत्यये परे। द्वितीयमासीत् जनसनखन एतेषां त्रयाणां धातूनां सनि परे जलादिसन् प्रत्यये परे तत्र नकारस्य स्थाने आत्वं विधीयते, अपि च जलादि कित् निपत्ति अस्ति चेदपि तत्र आत्वं विधीयते। उपादायः दीर्घ अस्ति अनुनासिकान्तर्गत उपादायः दीर्घ अस्ति। अग्रिमसूत्रेण अनुनासिकस्य क्विज्जलो किति कित् प्रत्यये परे कित् नित् प्रत्यये परे जलादि कित् नित् प्रत्यये परे तत्र अवशिष्टः दातवः। तत्र अङ्गस्य उपादायः दीर्घादेशः भवति। तृतीय चतुर्थः अस्ति, चतुर्थमस्ति गमहनजनकनगसां लोपः भवति तत्र धातुः उपादायः लोपः भवति इति अस्ति। अजादि नित् नित् प्रत्यये परे इति अस्ति। समीचीनम्. अतः अनुनासिक भगिनि तत्र अजादिकित् वयं अजादिकित् अस्माकं बहुवचने प्रथमपुरुषबहुवचने अजादिः एव अस्ति किल, नित् अस्ति एव किल, नित् अस्ति खलु, नित्वत् खलु, नित् अस्ति. कित् ककार कित् कुत्र अस्माकम् अजादि कित् इति वा अजादि कित् ककार नित्य अनङ्गि प्रायः उदाहरणानि सन्ति एव अन्ये अन्ये अत्र अन्यत्र भवेत् कृदन्तेषु वा कृदन्तेषु भवेत् किल महोदय तत्र जातः प्रत्ययः अहं न जानामि कित् अजादि कित् इति आम् अस्ति एव सामान्यसूत्रमस्ति अनुनासिकस्य क्वीजलोः इति तत्र विशेषसूत्रमस्ति अनुदात्त उपदेशवनति तनोत्यादीनाम् इति विशेषसूत्रमस्ति तत्रापि झनसनकन खनां सञ्जलोः इत्यपि यदा परिगणितधातूनां गमः न झनगण कसामपि परिगणितधातूनाम् अस्तु भवतः प्रश्नस्य उत्तरं लिट् लकारे उदाहरणानि प्रदर्शितानि अत्र सर्वत्र लिट् अजाति ङित् प्रत्ययः उदाहरणानि यदा अहम् उक्तवती हन् योगः लट् लकार हन् योगः जी इति भवति किल हन् योगः अन्ति इति तत्र गमः न जनगण कसां लोपः नित्यङ्गी इत्यनेन अजादि ङित् प्रत्यये परे उपधा आकारस्य लोपः भवति हन् अन्ति अनन्तरम् अस्माकं परिचितसूत्रं किल होहन्तेर्निण्येषु तत् पठितवन्तः वा होहन्तेर्निण्येषु प्रायः न इति चिन्तयामि तत्र गकारः भवति घ्नन्ति इति रूपम् आगच्छति तस्मिन् करपत्रे अस्ति वा होहन्तेर्निण्येषु कुत्रापि दृष्ट आम् अस्ति अस्मिन् करपत्रे एव आगच्छति आम् सत्यं घ्नन्ति इति रूपं किल हन् धातोः तदेव महोदय सम्यक् एव प्रथमपुरुषबहुवचनमेव घ्नन्ति जन् धातुः अपि तत्र नमस्ते भगिनि तत्रापि भवति अन्येषु लकारेषु अपि भवति अतः सूत्र चतुष्टयमस्ति अनुदात्त उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलि निति इति अनन्तरं जनसनखनां सञ्जलोः इति तदपि कित् ङित् प्रत्यये परे अनुनासिकस्य क्विझलोः ङिति तदपि कित् ङित् जलादि कित् ङित् प्रत्यये परे केवलम् अस्माकं गमः न झन खन गसां लोपः नित्यनङ्गि एव अजादि कित् ङित् प्रत्यये परे इत्येव तात्पर्यम् अस्ति अग्रे सरामः येषां सूत्राणां विवरणानि अग्रे अस्ति तत्र पूर्णतया अस्ति उदाहरणानि अपि आं भगिनि क्षम्यतां वदतु भगिनि एकः प्रश्नः अस्ति प्रथमपरिच्छेदे अतः प्रथमतया अङ्ग कीदृशम् अङ्गग्रहयादि वच्यादि अनिदित्त अनुनासिकान्तं च ग्रहयादि वच्यादि किमर्थं भगिनि ग्रह्यादि ग्रहीजा वै व्यधि व्यच्चि सम्प्रसारणं वच्यादीनां आम् सम्प्रसारण अङ्गं सम्प्रसारणम् अस्ति चेत् अत्र कार्याणि भिन्नकार्याणि भवन्ति अनिदित् अस्ति चेत् अस्माकम् अनिदित् किं सूत्रमस्ति, उपधायां न लोपः न भवति इति किल, तद् अनुनासिक लोपः भवति खलु तत्र अनिदित तत् सूत्रं वदतु महोदय, समीचीनम्, आमामाम्, अनुनासिकान्तम् इति अस्ति चेत् एतादृशकार्याणि भवन्ति इति. समीचीनम्, अस्तु अग्रे सरामः. तत्र उदाहरणानि सूत्राणां विवरणानि अपि सन्ति, तत्र पुनः पूर्णतया पठामः. अत्र न अवगच्छामः चेत् यथा सामान्यम् अस्माकम् अष्टाध्यायी डाट् काम् मध्ये अपि पठामः. अस्तु उषा भगिनी, मकारान्तानां पदत्वे सति. आं भगिनि, भगिनि वाट् इस् परिगणधातु? परिगणितधातुः इत्युक्ते chosen, selected. Translated. Oh, okay. Okay. Selected. Okay. Limited, not, it's not general. Oh, okay. तदेव विशेषतया. Okay. Okay. So, वन् धातोः वनतितनोति आदीनाम् आल् दोस् आर् परिगणित धातु, दे आर् लिमिटेड् टु दोस् परिगणित धातु. ओके, मकारान्तानां पदत्वे सति मकारस्य स्थाने नकारः. मोनो धातोः मकारान्तस्य धातोः पदस्य नकार आदेशः भवति. येन विदुस् तदन्तस्य इत्यस्य साहाय्येन मह धातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम्. अलोन्तस्य इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य. मह षष्ट्यन्तं, नः प्रथमान्तं, धातोः षष्ट्यन्तं त्रिपदमितं सूत्रं. स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. मह धातोः पदस्य अन्ते नः. मोनो धातोः इत्यनेन मकारान्तधातुः अस्ति चेत् पदस्य अन्ते अस्ति चेत् मकारस्य स्थाने नकार आदेशः भवति, नकारः आदेशः भवति. मो इति मह इति षष्ट्यन्तं, मकारस्य स्थाने षष्ट्यन्तं, नकारः प्रथमान्तं, नः इति आदेशः भवति. धातोः पूर्णतया धातोः न उच्यते, मकारान्तस्य स्थाने नकार एव आदेशः भवति, पूर्णतया न. पदस्य अधिकारः. ओके, मकारान्तानां अपदत्वे सति मकारस्य स्थाने नकारः. मुवोश्च, ओके, इमीडियट्लि नेक्स्ट् सूत्र, ओके, अनन्तरम्. मकारान्तधातोः धात्वन्तमकारस्य स्थाने नकार आदेशः भवति. मकारे वकारे च परे, ओके, परे येन विधिस्तदन्तस्य इत्यस्य साहाय्येन मह धातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम्. अलोन्तस्य इत्यस्य साहाय्येन नकार आदेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य एव. मकारस्य म, मु, च, बु, च, मौ, मौ तयोः मोः. मोः सप्तमीयन्तं, च अव्ययपदं, द्विपदमिदं सूत्रं. मो नो धातोः इत्यस्य पूर्णतया अनुवृत्तिः, अनुवृत्तिसहितसूत्रं. मह धातोः नः मोश्च, मह धातोः नः, मकारान्तस्य धातोः परस्य मकारः अस्ति चेत् वकारः अस्ति चेत् मकारान्तधातोः अन्तिममकारस्य स्थाने नकार आदेशः भवति. मोः इति सप्तमी द्विवचनं. सो मकारः अथवा वकारः परः अस्ति चेत् मकारान्तधातु अन्तिममकारस्य स्थाने नकार आदेशः भवति. अतः अस्य प्रसक्तिः कुत्र भवेत्? त्रिपाद्यां पदस्य न यदा वयं रूपं साधयामः अत्र मकारान्तधातुः अस्ति चेत् कुत्र कुत्र अस्य प्रसक्तिः भवति? मकारः वकारः कुत्र भवति? उत्तमपुरुषः द्विवचनं बहुवचनं परः मकारवकारः अस्ति. सो उत्तमपुरुषः द्विवचनं बहुवचनं. आं भगिनि, आं सत्यं. परन्तु मोनो धातोः पदस्य इति अधिकारे अस्ति, अतः मकारान्तधातोः पदस्य नकारादेशः भवति. तत्र निमित्तं न अपेक्षितम्. अत्र एव पदान्तः एव निमित्तं तत्र. अत्र तु तादृशं नास्ति. अत्र तु प्रत्ययस्य आवश्यकता अस्ति. मकारे वकारे परे एव अस्य कार्यं. मकारान्तधातोः मकारस्य स्थाने नकारादेशः भवति. लङ्लकारे भवति तत्र मोनोधातोः इति प्रथम द्वितीय तत्र यत्र लोपः भवति तदा भवितुमर्हति. आं पदसंज्ञा यत्र यत्र आम् आम् पदसंज्ञा भवति चेत् सत्यम्. अनुदात्त अग्रे धन्यवादः. आम् आं विजया भगिनी अस्ति किल. विजया भगिनी अग्रिमम्. आम् अनुदातोत् उपदेश वनति तनोति वनोति तनोत्यादि नाम अनुनासिक लोपो जलि निति च. वन् धातोः अनुनासिक अनुनासिकान्त उच्चैः पठ. इदानीं बहु दूरे अस्ति भगिनी भवती. इदानीं सम्यक् पठतु. वन् धातोः तत्र वन् धातोः अनुनासिकान्त अनुदातो उपदेश धातोः अनुनासिकान्तकणादिधातोः अनुनासिकस्य लोपः भवति जलादि किं किं कित् नित् प्रत्यये परे अस्ति चेत् अनुदात्तः उपदेशे येषां ते अनुदात्त उपदेशाः बहुवीर्घिसमासः अस्ति अत्र. तनोति तनोतिः आदिः येषां ते तनोत्यादयः बहुवीर्घिः अनुदात्त उपदेशे उपदेशस्य उपदेशाश्च वनतिश्च तनोत्यादयश्च तेषाम् इतरेतरद्वन्द्वः अनुदातो उपदेश वनति तनोत्यादयः तेषाम् अनुदात उपदेश वनति तनोत्यादीनां क च ञ च तयोः इतरेतरद्वन्द्वः णौ सौ इतौ यस्य तत् नित् तस्मिन् किङ्निति अनुदात उपदेश वनति तनोत्यादीनां षष्ट्यन्तम् अनुनासिक इति षष्टीकं पदं षष्टीकं तत्र षष्टीकं लुप्तषष्टीकं स तत्र लुप्तमस्ति खलु भगिनि. आम् आं भगिनि, आं सत्यं. षष्टीकं द्विवारम् आगन्तव्यं मूर्धन्यषकारः इति लुप्तषष्टीकं पदं लोपः. प्रथमान्तं जलि सप्तम्यन्तं किङ्ति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः येन विधि तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति वनति विहाय अनुनासिक इति पदं सर्वेषां विशेषणम् अलोन्त्यस्य इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः यस्मिन् विधि तदन्त यस्मिन् विधि तदा तदा तदवल् ग्रहणे वार्तिकमत्र अस्ति इत्यनेन जलि क्षिण्यति इत्युक्तौ जलादौ क्षिण्यति तादृशप्रत्ययः यस्य आदौ जल् स्यात् अनुवृत्तिः सहितसूत्रम् अनुनासिक अनुदातो उपदेश वनति तनोत्यादीनाम् अङ्गस्य लोपः जलि किङ्ति परे अस्ति चेत् भवति इति तत्र किमपि नूतनविषयं नास्ति भगिनि. तत्र अनुदात उपदेश वनति तनोत्यादि एतत् विषये तत्र किमस्ति चेत् लोपः भवति अन्ते इति जलादि किङ् इति प्रत्यये परे अस्ति चेत् लोपः अनुनासिकः लोपः भवति जलादि जलादि किङ् इति प्रत्यये परे अस्ति चेत् एव एतत् भवति इति. समीचीनम्. अनुनासिकस्य लोपः भवति इत्येव तत्र वन् इति यद् धातुः स्वीकर्तव्यं तत्र विशेषणं नास्ति. वन् धातुः अनुनासिकान्त अनुधात उपदेशधातोः तेषाम् अनुनासिकस्य लोपः भवति. अनन्तरम् अनुनासिकान्ततनादिधातुः तनादिगणीयधातुः तेषाम् अनुनासिकस्य लोपः भवति. सर्वेषां तनादिगणीयधातुः नास्ति. ये धातवः अनुनासिकान्तः सन्ति तेषाम् एव अनुनासिकस्य लोपः भवति जलादि कीर्तिङित् प्रत्यये परे तत्र कार्यम् अनुनासिकस्य लोपः. आं महोदय, वन् इति अनुदात्त नास्ति वा इति कृत्वा एव वन् इति तेषां तद् वनतेः इति भवादिगणीयस्य धातोः ग्रहणं कृतं नास्ति इति कृत्वा तत्र सपरेट् दत्तमस्ति अनुदत्तोपदेश वन् धातोः अपि च अनुनासिकान्त अनुदात्तोपदेशधातोः इति अस्ति खलु. एतत्तु अनुनासिकान्त अस्ति परन्तु अनुदात्त नास्ति इति कृत्वा वन् इति सपरेट् दत्तमस्ति प्रायः. प्रायः तेषां चिन्तनम् एवं भवेत्. तत्र अन्य अनुनासिकान्त भुवादिगणीयधातुः अपि सन्ति किल, अन्ये धातवः अपि, तेषां कृते अस्य सूत्रस्य प्रसक्तिः नास्ति. केवलं वन् धातुः अनुदात्त उपदेशः नास्ति चेत् खलु अनुदात उपदेशः तत्र तत्रापि भवति खलु. आम्, यदा अनुदात उपदेश इति तत्र वदामः अन्येषामपि ग्रहणं भवति किल, अन्येषां ग्रहणमपि भवति एव खलु. अनुदात्त अनुनासिकान्त अनुदात्त उपदेश तस्मिन् गणे कुत्र यत्र कुत्रापि तस्य भवति, परन्तु वन् धातुः अनुदात्त उपदेश नास्ति इति कृत्वा तस्य आम् सत्यं, तत् समीचीनम्. आम्, अनुनासिकान्त अनुदात्त उपदेशदातवः इति. अस्तु, एकनिमिषं, तत्र किमपि अस्ति वा इति अस्मादपि पठामः वा एकवारम्. अत्र उदाहरणानि प्रदर्शितानि सन्ति अस्माकं कृदन्तपदमस्ति खलु भगिनि अत्र एम् प्लस् त्वां त्यक्त्वा सर्वं कृदन्तपदम् 6437 इति कृपया उद्घाटयन्तु अष्टाध्यायी डाट् काम् मध्ये. किञ्चित् तस्मात् अपि पठामः, तत्र उदाहरणानि सन्ति चेत् सर्वदा सुलभं भवति. अत्र अनुनासिकविषये अपि प्रथमबिन्दुः द्वितीयतृतीयबिन्दुः अपि अस्ति खलु भगिनि. आम्, भवती एव पठतु भगिनि, अनन्तरम् अहं विवरणं दास्यामि. आं भगिनि, अत्र प्रथमबिन्दुः अस्ति अनुनासिकान्ताः अनुदात्त उपदेशाः अनेन तादृशानां धातूनां ग्रहणं भवति येषु अन्तिमवर्णः अनुनासिकः अस्ति तदा च येषु औपदासिक औपदेशिक अवस्थायाम् अनुदात्तः औपदेशिक अवस्थायाम् अनुदात्तः स्वरः विद्यते. एतादृशः षट् धातवः धातुपाठे पाठ्यन्ते. यम् उपरमे, रम् क्रीडायां, नम् प्रहत्वे शब्दे च, अनन्तरं गम् गतौ, हण् हिंसागत्योः अदादिगणः, मण् ज्ञाने दिवादिगणः, अनन्तरं द्वितीयबिन्दुः अस्ति वनते इति, तत्र वन् धातोः सम्भुक्तौ अस्य भ्वादिगणस्य धातोः ग्रहणं भवति अत्र. अनन्तरं तृतीयबिन्दुः अनुनासिकाः तनोत्यादयः इत्यनेन तनादिगणस्य अनुनासिकान्ताः धातवः स्वीक्रियन्ते. अत्र तन् छन् छिण् ऋण् तृण् गृण् वन् तथा मन् एतेषां ग्रहणं भवति. अत्रापि वन् धातुः निर्दिष्टः अस्ति, परन्तु अयं तनादिगणस्य अस्ति इति स्मर्तव्यम्. अपि च तनादिगणे षणु दाणे अयम् अनुनासिकान्तः धातुः विद्यते, परन्तु तस्य अत्र ग्रहणं न भवति, यतः तस्य विषये अनुनासिकस्य लोपं बाधित्वा जनसनकणां सज्जलौ इत्यनेन आकारः आदेशः विद्यते. अत्र एव तत्र निश्चितमभवति, सर्वत्र समानकार्यमेव अस्ति, अनुनासिकः अन्तिमवर्णस्य लोपः भवति इति. समीचीनं भगिनि, इदानीं स्पष्टं जातम् इति मन्ये. अत्र अनुनासिकान्त अनुधात्त उपदेशाः इति, तत्र अन्तिमवर्णः अनुनासिकः भवेत्, अनन्तरं द्वितीयमस्ति औपदेशिक अवस्थायाम् अनुदात्तस्वरः, यदा उपदेश अवस्थायाम् अस्ति तत्र अनुदात्तस्वरः अन्ते भवेत् इति तत्र दत्तमपि अस्ति. षड् धातवः धातुपाठे सन्ति इति, तत्र सर्वत्र तु अन्तिमस्वरः अनुनासिकः सन्ति. अनन्तरं वनतेः इति यदा वयम् उक्तवन्तः भुवादिगणस्य ग्रहणम्, अनुनासिकः तनोत्यादयः, अनुनासिकाः तनोत्यादयः इति यत्र उक्तमस्ति तत्रापि वन् इति निर्दिष्टमस्ति, परन्तु तत्तु तनादिगणस्य इति स्मर्तव्यम्. अतः वन् धातुः द्विवारम्, एकवारं तु भुवादिगणस्य, द्वितीयं तु तनादिगणस्य. तर्हि तनोत्यादिगणस्य तनादिगणस्य तत्र अनुदात्त उपदेश न आवश्यकं, केवलम् अनुनासिक आम् सत्यं, केवलम् अनुनासिकान्तदातवः तत्र. अतः एव दीर्घसूत्रमस्ति तत्र अनुनासिकान्त अनुदात्त उपदेश इति षट् धातवः धातुपाठात्, अनन्तरं वनतेः वन् इति धातुः भुवादिगणस्य, अनन्तरं तनादिगणस्य तु केवलम् अनुनासिकाः इत्येव. तत्रापि एकं तु बाधितं जनसनखनां सञ्जलोः इत्यनेन क्षणु इति धातुः, तस्य तत्तु सन् इति भवति, तस्य किं रूपम् आतिदेशिकरूपं, तद् तस्य ग्रहणं तु जनसनकनां सञ्जलोः इत्यत्र भवति इत्यनेन. तनादिगणे अनुदात्त उपदेशदातवः न सन्ति, अनुनासिका न सन्ति एव खलु. तर्हि किमर्थं महोदय अनुनासिकामेव ग्रहणम् इति? न तत्र नास्ति, प्रथम अनुनासिकान्त अनुदात्त उपदेश अनेन सर्वेषाम् अनुनासिकान्त अनुदात्त उपदेशदातूनां ग्रहणं भवति इति खलु. तत्र तनादिगणे प्रायः तनादिगणे तादृश नास्ति एव, ततः अनुनासिकान्तनादिगणे सर्वेषां तत्र यद् किमपि अस्ति समीचीनं. तत्तु बिग् सेट् अस्ति, अनुनासिकान्त अनुदात्त उपदेश इति सर्वेषां ग्रहणं भवति. अनन्तरं तत्र सब्सेट् अस्ति, अनुनासिकः तनोत्यादयः वनतेः इति अपि एकम् एकस्य एव ग्रहणम्. आम् सत्यं, यदा भवान् उक्तवान् बिग् सेट् मध्ये तनादिगणस्य कोऽपि नास्ति, एकपि नास्ति, अतः कोऽपि नास्ति. आम् सर्वे दातवः अनुनासिकान्त दातवः, अनुदात्तः नास्ति तत्र तनोदिगणे. आम् अतः एव वयं प्रायः प्रतिपदोक्तत्वात् इति वक्तुं शक्नुमः, वनतेः अनुनासिकः तनोत्यादयः इति तत्र पृथक्तया उक्तं किल. पृथक्तया वनधातु अनुदत्त नास्ति इति कृत्वा तेन दत्त नास्ति. आम् सत्यं सत्यम् आम्. अस्तु अग्रे उदाहरणानि परिशीलयामः. अरुणा भगिनी. आं भगिनि, उदाहरणानि. यं धातु युक्त्वा यत्त्वा अत्र यं धातु अन्ते अरुणाचकवर्णमकारः अस्ति प्रत्यय परे अस्ति ततः मकारलोपः भवति दीर्घसूत्रेण अनुदात्तोपदेशसूत्रेण. रम् इति अन्यधातुः तिन् प्रत्यय अत्रापि मकारलोपः रतिः इति रूपं भवति. नं योगर्ता अत्र नत. गं तवतु गत्वत् गतवत्. हन् धातोः लट्मकारस्य प्रथमपुरुष द्विवचनस्य प्रक्रिया. हन् योगः लट् वर्तमाने लट् इति लट् आगच्छति. हन् योगः तस् तिप्तस् इति प्रथमपुरुष बहुवचनस्य झि प्रत्ययः. हन् योगः शप् योगः तस् कर्तरि शप्. हन् योगः तस् आदिप्रभृतिभ्यः शपः इति सूत्रेण शप् लप् लुक् भवति. ह योगः तस् तस् प्रत्यय अपि सार्वधातुकप्रत्ययः अस्ति अतः सार्वधातुकम् अपि इत्यनेन सः निद्वत् भवति. अतः अनुदात्त उपदेशे वनिततनोच्चादीनाम् अनुनासिकलोपो जलि किन्निति इत्यनेन नकारलोपः हतः इति विसर्गनिर्माणम्. मन् योगक्त्वा अत्रापि मत्वा. वन् योगः तिन् वति. थन् योगक्ता तथ. छन् योगक्ता छथ. छिन् योगः कत्वा छित्वा. रुन् योगता ऋत. तृण् योग तवतु तृतवत्. घृण् योग तवतु धृतवत्. वन् योगता वत. मन् योगता मत. समीचीनं भगिनि. अत्र गम् धातुः अपि भुवादिगणस्य एव अस्ति. आं भगिनि. आं भगिनि. नम् अपि भुवादिगणीयधातुः एव. मम चिन्तनमेवम् अस्ति वनतेः इति प्रायः तस्य यङ्ग्लुङ्कि ग्रहणं न भवतु इत्येव स्थिपा निर्दिष्टं वा इत्येव चिन्तयामि. अत्रापि अग्रे नास्ति एव तस्मिन् विषये किमपि नास्ति इत्येव मम चिन्तनं. पश्यामः अग्रे. तत्र वनतेः इति किमर्थं पृथक्तया उक्तम् इति मम अनुदात्त नास्ति इति कृत्वा भगिनि तत्र अनुदात्त अस्ति चेत् तावदेव तत्र तावदेव प्रायः वनधातुः द्रष्टव्यं. स्थिपा निर्दिष्टम् अस्ति किल वनतेः षष्ट्यन्तरूपं वनति वनतेः इति न वनति इति. आमां सत्यं. स्थिपा निर्दिष्टम् इत्युक्ते यङ्ग्लुकि रूपं न भवति किल तत्र तादृश विषयं तदेव अतः एव वनतेः इति पृथक्तया दत्तमस्ति. किमर्थम् इत्युक्ते गम् अपि भुआदिगणीयधातुः नम् अपि भुआदिगणीयधातुः. तत्र वन् इति धातुः अस्ति चेत् अनुदात्त नास्ति अस्ति चेत् उपरि भवति खलु षड् धातवः एव सन्ति इति उक्तमस्ति खलु धातुपाठे. अतः वन् धातु अनुदात्त नास्ति इति अस्ति खलु वयं दातुं शक्नुमः. अनुदातः नास्ति समीचीनं परन्तु तत्र तु वनतेः इति स्थिपा निर्दिष्टं केवलं अन्यथा न भवति. वनतेः इति अन्यथा न निर्देष्टुं शक्यते खलु तत्र स्थिपा निर्दिष्टम् अस्ति अथवा वनेः इति भवेत् वनि इति वने किमपि अन्यत् भवेत् किल इक् स्थिपौ इति द्वौ एव खलु तिपनिर्दिष्टमस्ति प्रायः लुक्कि अपि किमपि कार्यं भवेत् यङ्ग्लुक्कि आम् एतत् सत्यमस्ति अनुदात्त नास्ति इति कृत्वा तत्र अन्यथा ग्रहणं न भवति तस्यापि आम् आम् तस्यापि ग्रहणं भवेत् तद् करपत्रे इक्ष्टिपा अस्ति परन्तु वन् धातोः विषये दत्तमस्ति वा न किल न प्रायः न तस्य आडियो मध्ये अपि नास्ति इदानीमेव मम मनसि अपि तद् सन्देहः आगच्छति तत्तु तत् स्वरचिह्नं नास्ति आं सत्यं तत्तु सत्यं यद् भवान् उक्तवान् तदपि सत्यम् अनुधातः नास्ति वन्धातुः अतः पृथक्तया उक्तं वनतेः इति उक्तत्वात् यङ्ग्लुकि तस्य ग्रहणं न भवतु इति कारणेन वनतेः इति स्टिपा निर्दिष्टम् इति मम चिन्तनं पश्यामः वनेः इति भवेत् आम् सत्यम् एकम् एकवर्णस्य लाघवः भवति सूत्रमेव बहु दीर्घमस्ति अस्तु अस्तु पश्यामः अस्तु अरुणा भगिनी तद् ज्ञातव्यम् इति अपि पठतु भगिनि आं भगिनि ज्ञातव्यम् अस्मिन् सूत्रे अनुनासिका इति वस्तुतः अनुनासिकानाम् एतादृशं षष्टि बहुवचनस्य रूपमस्ति परन्तु तस्य विभक्तेः लोपं कृत्वा तस्य निर्देशः अत्र कृतः अस्ति अनुनासिकानाम् इत्यपि अनुदात उपदेश वनति तनोति आदीनाम् इति यावत् अङ्गस्य इत्यस्य विशेषणमस्ति अतः अनुनासिकलोप इति एकः शब्दः नास्ति शब्दद्वयम् अस्ति इति वक्तव्यम् अत्र सूत्रे अनुनासिक अस्ति परन्तु अनुनासिकानाम् इति चिन्तनीयं भोजनस्य रूपमस्ति किमत्र भगिनि निर्देश अतः कृतः अस्ति न जानामि परन्तु तस्य विभक्तेः विभक्तिलोपः भवति कुतः अनुनासिकानाम् इत्यत्र अनुनासिक एव भवति इति अङ्गस्य इत्यस्य विशेषणमस्ति अनुदात्त उपदेश इति अङ्गस्य विशेषणमस्ति अत्र अतः अनुनासिकलोप इति एकः शब्दः नास्ति शब्दद्वयम् अस्ति इति समर्थव्यम् वयं यदा पठामः तत्र अनुनासिकलोपो जलिङ् इति इत्येव एकम् एकपदम् इति स्वीकुर्मः किल तादृशं नास्ति अनुनासिकानाम् इति भवेत् परन्तु तत्र लोपं कृत्वा अनुनासिक इति दत्तमस्ति अनुनासिक इति स्वीकृत्य लोपः इति पृथक् पदं पदद्वयम् अतः यदा वयम् अवगच्छामः तत्र अनुनासिकानां लोपो भवति जलिङ् इति अवगन्तव्यम् इति शब्दद्वयम् आम् पृथक् पृथक् शब्दाः तत्र विभक्तियोजयित्वा अवगन्तव्यम् इति आम् द्वितीयं भगिनि अनेन सूत्रेण अङ्गस्य लोपः उक्तः अस्ति अलोन्तस्य इत्यनेन अयं लोपः अङ्गस्य अन्तिमवर्णस्य भवति वर्णस्य अन्तिमवर्णस्य वयं जानीमः लोपः अस्ति चेत् पूर्णधातु लोपः भवति वा केवलम् एकं वर्णस्थने लोपः भवति इति अलौन्तस्य सूत्रेण वयं जानीमः अन्तवर्णस्य अङ्गस्य अन्तिम अनुनासिकवर्णस्य लोपः भवति समीचीनं तावदेव अत्र अस्तु अस्माकं करपत्रात् पठामः श्रीवल्ली भगिनी अस्ति वा मम यन्त्रमस्तु मध्ये कथं धन्यवादः अस्तु आम् महोदय भवान् एव अस्तु जन अग्रिमसूत्रमस्ति जनसनखनां सञ्जलौ इति षष्ठाध्यायस्य चतुर्थपादस्य द्विचत्वारिंशत्तमं सूत्रं जन सन् जन् सन् खन् येषां धातूनां नकारस्य स्थाने आकारादेशः भवति जलादिसन् प्रत्यये परे जलादि कित् कित् कित् नित् प्रत्यये परे च अलोन्तस्य इत्यस्य सहायेन आकारादेशः पूर्णतया धातोः स्थानेन अपि तु अन्तिमस्य नकारस्य जनश्च सनश्च खन् च तेषाम् इतरेतरद्वन्द्वः जनसनखनः तेषां जनसनखनाम् इति सन् च झल् च तयोः इतरेतरद्वन्द्वः सञ्जलौ तयोः सञ्जलोः इति जनसनखनां षष्ट्यन्तं सञ्जलोः सप्तम्यन्तं द्विपदविधं सूत्रं विड् वनोरन्नासिकस्यात् इत्यस्मात् आत् इत्यस्य अनुवृत्तिः अनुदात् उपदेशवनतितनोत्यादीनाम् अन्नासिकलोपो झलिकिति इत्यस्मात् झलिकिति इत्यनयोः अनुवृत्तिः झलि इति अनुवृत्तिः सन् इत्यस्य विशेषणम् अनेन सनि इडागमो भवति तत्र सन् जलादि नास्ति अतः नकारस्य आत्वं न भवति सूत्रे स्थितं झलि तु निति इत्यस्य विशेषणम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति जनसनखनाम् अङ्गानाम् आत् झलि सञ्जलोः किति इति अत्र परिगणितधातवः सन्ति जन् सन् खन् एतेषां तत्र अनुनासिकान्तस्य यद् नकारस्य यत्र नकार एव अस्ति तस्य स्थाने आकारादेशः भवति निमित्तमस्ति कित् ङित् प्रत्यये परे जलादि कित् ङित् प्रत्यये परे अपि च जल एकवारं सूत्रे स्थितं जलि इति किति अस्तु जलादि कित् ङित् प्रत्यये परे एकमस्ति अपि च जलादि सन् प्रत्यये परे अत्र इडागमः नास्ति तत्र सन् प्रत्यये अस्ति चेत् तत्रापि अत्र नकारस्य आत्वं विधीयते इति अस्ति सत्यम् अतः सन् जन् योगः इक्त इत्युक्ते तान्तरूपं किं भवति महोदय जातः इति भवति जन् जातः सातः कन् खातः इति भवति नकारस्य स्थाने आकारादेशः भूत्वा जातः जातवान् किमपि अन्यत् किं जातिः इति अपि दत्तमस्ति सातः साधवान् खातः इत्यपि रूपाणि भवन्ति समीचीनम् अतः एतद् विशिष्टसूत्रम् अस्ति अनुदात उपदेशवनतितनोत्यादीनाम् अनन्तरं जनसनकनां सञ्जलोः इति सूत्रद्वयमपि विशिष्टसूत्रम् अग्रिमसूत्रमेव सामान्यसूत्रम् अस्तु उषा भगिनी अग्रिमसूत्रं पठति वा आं भगिनि अनुनासिकस्य क्विज्झलोः किङिति अनुनासिकान्त अनुनासिकान्त अङ्गस्य उपदायाः दीर्घ आदेशः भवति क्वि च झलाति कित् ङित् प्रत्यये परे क्विश्च जल् तयोः इतरेतरद्वन्द्वः क्विज्झलौ तयोः क्विज्झलोः क् च ङ तयोः इतरेतरद्वन्द्वः क् णौ तौ इतौ यस्य तत् किङित् तस्मिन् किङिति अनुनासिकस्य षष्ट्यन्तं क्विज्झलोः सप्तमीयन्तं किङिति च सप्तमीयन्तं त्रिपदमिदं सूत्रम् नोपदायाः इत्यस्मात् उपदायाः इत्यस्य अनुवृत्तिः ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति यस्मिन् विधिस्तदादौ अल्ग्रहणे इत्यनेन क्विज्जलोः किङिति इत्युक्तौ क्वि योगः जलादौ किङिति तादृशप्रत्ययः यस्य आदौ जल् स्यात् अनुवृत्तिसहितसूत्रम् अनुनासिकस्य अङ्गस्य उपादायाः दीर्घः क्विज् जलोः किङिति अनुनासिकस्य अङ्गस्य उपादायाः दीर्घः उपादायाः दीर्घः भवति क्विजलोः किङिति अस्ति चेत् क्विजलोः what did we did they talk about quid jalo okay quid pratyaye pare quid jal yeah tayoho yeah quid jalo is quid jaloho kingiti pare asti chet anunasikasya dirghah bhavati we did that so many times but I don't remember yena vidistadantasya iti no I remember we doing this beginning 6415 no ambayam purvam drishtavanta the chvoho yeah chvoho shudanu nasike halsandi tasmin eva tatra purvam vayam drishtavantah am bagini yeah shan yogah ikta iti kimapi udaharanam asik shanta iti rupam okay ओ शान्त ओके शम् ओके शम् ओके शम्बिकं शान्त ओके भगिनी तत्र एतत्तु जनधातुः अस्ति तत् तर्हि पूर्वसूत्रस्य पूर्वसूत्रम् अपवादम् अस्ति वा प्रतिपदोक्तत्वं वा अनुनासिकक्विज्जलोः किति इति अस्ति जनसनकनां सञ्जलोः अत्रापि इदानीं जनधातुः स्वीकुर्मः चेत् अनुनासिकस्य क्विज्जलोः किति इत्यस्य प्रसक्तिः अस्ति खलु तत्र इति 6414 महोदय तत्तु 6442 अथवा तत्र आं सत्यं तत्र तदेव किल सामान्यसूत्रं विशेषसूत्रं तत् प्रबाध्य आगच्छति अनुनासिकस्य क्विज्जलोः किमिति जनरल् सूत्रं जनसन सर्वेषां ग्रहणं भवति अत्र सर्वेषां ग्रहणं तत्र भवति तत्र किमपि न उक्तं किल अनुनासिकान्त अङ्गमेव आवश्यकं तत्र किमपि अन्यत् नास्ति अतः सर्वेषां ग्रहणं भवति उपरि अपि दत्तम् अनुदात्त उपदेश तत्रापि ग्रहणं भवति परन्तु अत्र अपवादः तदपि आम् सत्यं सत्यं किमपि जलिकिति सर्व त्रयो त्रिषु सूत्रेषु निमित्तमस्ति जलिकिति अतः आं सत्यम् आं जलिकिति परन्तु एतत्तु सामान्यसूत्रमस्ति अनन्तरं विशेष शं योगः इक्त इति तान्तरूपम् अस्ति चेत् तत्र जलादिकित् प्रत्ययः किल तत्र एव अस्माकं अनुनासिकान् अनुनासिकस्य क्विजलोः इति इत्यनेन उपदादीर्घः भूत्वा शां योगः त अनन्तरं कार्याणि नश्चापदान्तस्य जलि अनुस्वारस्य परसवर्णः शान्त इति रूपं तदेव वयं पूर्वमपि दृष्टवन्तः जलादि जन् जन् आल्सो जन् योगः त देन् विषे जात दट् इस् बै द अदर् सूत्र जनसनकनां कार्यं समानमेव न परन्तु उपदादीर्घः न भवति किल भिन्नकार्यं एतत्तु उपदादीर्घः उपदादीर्घः कार्यं ओके ओ दिस् इस् उपदादीर्घ उपदायाः दीर्घादेशः कार्यं भिन्नमस्ति या ओके आम् कार्यस्थलमेव भिन्नं तत्र उपदादीर्घः अत्र तु अन्तिमवर्ण नकारस्य स्थाने आकारादेशः इत्येव तावदेव किल अत्र बट् कार्य अनन्तरं लुक्स् द सेम् रूपाणि समानतु दिस् इस् उपदायादीर्घः बहुषु स्थलेषु भवति वक्तुं न शक्नुमः भगिनि खलु तत्र कार्य भिन्नभिन्नस्थले अस्ति जन् इत्यस्य तस्मिन्नेव विषये अत्र दत्तमस्ति तत् पठामः यदा भवान् पृष्टवान् तत्र दत्तमस्ति अस्माकं अष्टाध्यायी .com मध्ये 6414 बाध्यबाधकभावः इति अस्ति. अस्तु भगिनी, प्राप्तं चेत् भवती एव पठतु. 6414 15 खलु तत्र किञ्चित् अग्रे गन्तव्यं भगिनि. इङ्ग्लिश् मीनिङ्ग् तस्मात् पूर्वमस्ति. बाध्यबाधकभावः अधः अस्ति. सर्वप्रातिपदिकेभ्यः पदमेव जलादिकित् जलादिङित् बाध्य ओके बाध्यबाधकभावः जलादिकित् ङित् प्रत्यये परे अनुनासिकस्य क्विज्जलोः किङिति अनेन सूत्रेण उक्तः उपधा दीर्घः द्वाभ्यां सूत्राभ्यां बाध्यते. ओके, अनुदात्त उपदेशधातूनां विषये तथा च तनोत्यादिगणस्य धातूनां विषये अत्र उक्तम् उपदादीर्घं बाधित्वा अनुदात्त उपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो जली किङिति इत्यनेन अनुनासिकलोपः भवति. यथा गं योगः गत सुमकारस्य स्थाने मकारः लोपः भवति. अनुदात्त उपदेशे वनदितनोत्यादीनाम् अनुनासिकलोपो जली किङिति इत्यनेन तकारः इत् कित् प्रत्यय जली जली कित् सो अनुनासिकलोपः भवति. मकारस्य लोपः भवति. गं योगः देन् च गतः भवति. जन् सन् खन् इति एतेषां विषये अत्र उक्तम् उपदा दीर्घं बाधित्वा जनसनकनां सञ्जलोः इति अन्तिमवर्णस्य आकार आदेशः भवति. यथा जन् योगः जात जन् योगः अनुनासिकस्य क्विज्जलो किङ् इति बाधित्वा जनसनकसां सञ्जलोः इत्यनेन अन्तिमवर्णस्य आकार आदेशः भवति. नकारस्य स्थाने आकार आदेशः भवति. जात इति भवति. जन् योगः जात. हन् धातोः विषये क्विप् प्रत्यये परे शिष्टप्रयोगसामर्थ्यात् इदं सूत्रं न प्रवर्तते. ओ, क्विप् प्रत्यये परे शिष्टप्रयोगसामर्थ्यात् इदं सूत्रं न प्रवर्तते. अनुनासिकस्य सूत्रसङ्ख्या किं भगिनि? क्षम्यतां. 6415 अस्तु भगिनि. ब्रह्मयोगः हन् योगः क्विप् ब्रह्महन् सो नथिङ्ग् हेपन् ब्रह्माणम् अहन् इति चेत् ब्रह्मयोगः हन् योगः क्विप् ब्रह्महन् भगिनि. सूत्रं भवति किल. ओके ओके, हान् इति न भवति. शिष्टप्रयोगसामर्थ्यात् अत्र प्रसक्तिः अस्ति. तत्र न भवति. प्रसक्तिः अस्ति बदन्दस् किमपि न बाधितमस्ति तत्र. तत्र ब्रह्म योगः हन् योगः क्विप् तत्र हन् इत्यत्र किमपि लोपः किमपि न भवति. केवलं ब्रह्महन् इत्येव रूपम्. अत्र विप्रतिषेधे परं कार्यमिति नास्ति. तत्र अपवादः एव इति खलु. तर्हि अतः अत्र निरवकाशम् एव किल. निरवकाशमेव समानस्थाने कुत्रचित् न भवति तत्र. समीचीनं. जनसनकणां सञ्जलोः अत्र कार्यं न करोति चेत् तस्य अवसरः एव न भवति. निरवकाशत्वमेव अपवादस्य बीजम् इति कृत्वा अपवादसूत्रम्. एतत् सूचना अपि पठतु भगिनि, किम् अस्ति इति अवगन्तुं प्रयत्नं. सूचना: यदि प्रत्ययस्य इडागमः भवति तर्हि तस्य अजादित्वात् इदं सूत्रं नैव प्रवर्तते यथा खण् शब्दे ओ शब्दे इस् मीनिङ्ग् शब्दे सेट् खण् योगः त इत्यस्य इत्यत्र प्रत्ययस्य इडागमे कृते खणित इति रूपं भवति. अत्र प्रत्ययस्य अजादित्वात् अनुनासिकस्य क्विज्जलो किङ् इति सूत्रं नैव प्रवर्तते. अनुनासिकस्य क्विज्जलो किङ् इति ओके जलादिकित्तिङित् प्रत्ययः भवेत् तु प्रत्ययः अस्ति, परन्तु इदानीं सेट् क्षम्यतां धातुः सेट् अस्ति अतः इडागम सम्भावना. यदा इडागमः भवति तत्र सूत्रस्य प्रसक्तिः नास्ति, जलादि नास्ति. अत एव तत्र तृच् प्रत्ययस्य दत्तमस्ति काशिकायां गन्ता इति, तदपि मुख्यबिन्दुः एव गम् धातु बहु मुख्यमस्ति तत्र. सर्वदा अस्य सूत्रस्य प्रसक्तिः इति न, अत्र यदा हन् धातुः विषये दृष्टवन्तः अनन्तरम् अत्रापि तस्य प्रसक्तिः नास्ति. क्विप् प्रत्यये परे एव हन् धातुः सामान्यतया तु रूपं सन्ति, क्विप् प्रत्यये परे शिष्टप्रयोगसामर्थ्यात् कार्यं नास्ति. समीचीनं वा महोदय, भवतः प्रश्नस्य उत्तरं प्राप्तं किल? अन्यत्र न भवति इति दत्तमस्ति अत्र गन्ता इति गम् योग तृच् इति यत् कित् नास्ति अतः तत्र नकारस्य लोपः न भवति इति गन्ता एव. आम् समीचीनम्. आम् अस्तु अग्रे सरामः. अतः सूत्रचतुष्टयमपि पठितवन्तः किल, न गमः न जन न पठितवन्तः. अस्तु अरुणा भगिनि. आं भगिनि, गमहनजनखनगसां लोपः किति नित्यनङ्गि अजादि कित्नित् प्रत्ययपदे गम् हन् जन् खन् घस् येषां धातूनाम् उपादायाः लोपो भवति, परन्तु अङ्गप्रत्ययः चेत् लोपः न भवति. गमश्च हनश्च जनश्च खनश्च गश च तेषाम् इतरेतर द्वन्द्व गम् हन जन घन गसः तेषां गम हन जन खन गसां ख च नौ क्नौ इतौ अस्य सः किन्नित् तस्मिन् किन्निति न अङ् अनङ् तस्मिन् अनङ्गि गमहनजनखनगसां षष्ट्यन्त्यं लोपः प्रथमान्तं किन्निति सप्तम्यन्तम् अनगि सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अचिष्टधातु ब्रुवां युवाङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः ऊदुपदाया गोहः इत्यस्मात् उपादायाः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गमहनजनखनगसां अङ्गानाम् उपादायाः लोपः अनङ्गि अचि किमिति सूत्रमस्ति. गमहनजनखनगसां लोपः किनित्यानङ्गि अजादि सूत्रं विवरणमस्ति. अजादि किति नीति प्रत्योपरि धातु खं गं हन् जन् खन् घस् धातूनाम् उपादायः लोपो भवति. उपादायाः अजादि कित् ङित् प्रत्यये परे उपदावर्णस्य लोपः तत्र अङ् इति एकः प्रत्ययः अस्ति, तस्य परे तु न भवति, एतत् कार्यं न भवति, अस्य प्रसक्तिः नास्ति. अस्माकं लिङ् लकारस्य आदेशरूपेण दोषः वा प्रायः अत्र लिङ्ग् इत्युक्ते आशीर्लिङ्ग् किल, आशीर्लिङ्ग् अपि च्लि इति प्रत्ययः आगच्छति किल, लुङ् लकारस्य च्ली विकर्णप्रत्ययस्य केषु स्थल क्षम्यतां केषुचन स्थलेषु चङ्ग् इति आदेशः भवति, अस्मिन् प्रत्यये चकारङ्गकारयोः इत्संज्ञालोपश्च अङ् इत्येव विधीयते, अतः अयम् अजादि किप्त् प्रत्ययः, तत्र उपदालोपः न भवति अनङ्गि इत्यनेन. आम् लुङ् एव किमर्थं तत्र मुद्रणदोषः वा उपरि प्रायः. अस्तु सम्यक् लुङ् लकारे. अस्तु अतः गम् इति धातुः स्वीकुर्मः चेत् तत्र उप अजादि प्रति किपिङित् प्रत्यये परे उपदावर्णस्य लोपः भवति, तत् पश्यामः इदानीमेव. अतः सूत्रचतुष्टयं समाप्तं, तदेव मुख्यकार्यम्, अन्यत् सर्वं तु आड् आन् अस्ति, तदपि पठामः. विजया भगिनी पठति वा? आं भगिनि. तत्र नाभ्यस्तस्याचि इति सार्वधातुके सम्यक् श्रूयते भगिनि, श्रूयते श्रूयते. आं भगिनि. अजादि पित् सार्वधातुकप्रत्यये परे अभ्यस्तस्य लघु लघु उपदगुणः न भवति, न अव्ययपदम्. अभ्यस्तस्य षष्ट्यन्तम् अचि सप्तम्यन्तम् इति सप्तम्यन्तं सार्वधातुके सप्तम्यन्तम् अनेकपदमिदं सूत्रं. पुगन्तलघुपदस्य च इत्यस्मात् लघुपदस्य इत्यस्य अनुवृत्तिः, मिदेर्गुणः इत्यस्य गुणः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचि पिति सार्वधातुके अभ्यस्तस्य अङ्गस्य लघु उपदस्य गुरः न भवति इति तत्र दत्तं. न अभ्यस्ताचि न अभ्यस्तस्याचि पिति सार्वधातुके पित् परे अस्ति चेत् अत्र अभ्यस्तस्य लघु उपदः लघु उपदा गुरः तत्र न भवति इति तत्र दत्तं. उपदावर्णस्य तत्र गुणः न भवति इति तत्र अस्ति. तावदेव भगिनि. तत्र अभ्यस्तः भवतु. आं भगिनि, क्षम्यतां वदतु. तत्र पुगन्तलघुपदस्य इत्यस्मात् लघु उपदस्य इत्यस्य अनुवर्तिः, अनन्तरं मिदेर्गुणः इत्यस्य गुण इत्यस्य गुणः इत्यस्य अपि अनुवर्तिः, परन्तु तत्र अचि प्रत्यये अचि पिति पित् सार्वधातुके अस्ति चेत् तत्र अभ्यस्तस्य अङ्गस्य लघु उपदा अस्ति चेदपि तत्र गुणः न भवति इति तत्र दत्तं. समीचीनं, सम्यक्. लोटि अभ्यस्तसंज्ञा भवति. आम् महोदय, क्षम्यता. अचि पिति इति लोट् लकारे एव भवति खलु, हानि अभाव तत्र अन्यत्र, परन्तु अभ्यस्तसंज्ञा भवेत् तदेव अभ्यस्तसंज्ञा अपि च अजादि अजादि पित् तर्हि लङ्लुगन्तेषु अत्र प्रथमपुरुषकारेपि इति आगच्छति भगिनि. अत्रापि लघुपदगुणः अपि लघुपद अपि भवेत् कण्डीशन्स् बहु किमपि अस्ति. अभ्यस्तस्य लघु इक् वर्णः उपधायां भवेत्, अनन्तरम् अजादिपित् सार्वधातुकप्रत्यये परः अस्ति चेत् गुणः बाधितः, गुणः न भवति यत् साधारणतया. आम् पुगन्तलघुपदस्य इत्यस्य एव बाधा. आम् सत्यम्. आम् अतः अभ्यस्तस्य लघुपद एतद् वयं पूर्वं न दृष्टवन्तः किल, नूतनसूत्रमेव. प्रायः वयं कृतवन्तः तादृशं, परन्तु तत्र वयम् अस्मिन् विषये न चिन्तितवन्तः, नाभ्यस्तस्य अचीपिति सार्वधातुके इति पश्यामः अग्रे अपि अस्ति वा. अस्तु अग्रिमम् अग्रे किम् अस्ति? अस्तु विजयाभगिनी भवती एव पठति वा. यङ्ग् लुक् सम्बन्धपरिभाषाद्वयं सम्बद्ध निर्णेषु तदग्रे अस्ति भगिनि, तस्मात् पूर्वं किञ्चिदेव अस्ति, तदपि पठतु, अनन्तरं हो हन्तेर् निर्णेषु पठामि. तद् यदा भवती पठितवती तत्र एव भगिनि, अग्रिमपङ्क्ति यङ्ग् लुक् सम्बन्धपरिभाषाद्वयं न प्राप्तं वा? आम् आं भगिनि, एतत् तत्र समीकृतं वा? न, ओ पी डि एफ् मध्ये नास्ति वा? पूर्वतन पी डि एफ् अहं पश्यामि भगिनि. पी डि एफ् मध्ये तु बहु पुरातनमस्ति भगिनि, स्क्रीन् मध्ये यद् वयं पश्यामः तदेव अस्ति. इदानीं नूतन वेब्सैट् मध्ये अपि ते न स्थापितवन्तः इति चिन्तयामि. अन्य कोऽपि पठतु ये प्राप्तवन्तः. प्राप्तं वा? समीपे सिस्टम् मध्ये अत्र आम् अत्र परिभाषायाम् एतदेव खलु भगिनि? न न, यङ्ग् लुक् सम्बन्धपरिभाषाद्वयं, यङ्ग् लुक् सम्बन्धपरिभाषाद्वयं प्रकृतिगृहेण यङ्ग् लुगन्त यङ्ग् लुगन्तस्यापि ग्रहणं परिभाषा एकशतमधिकः. अनेन यत् कार्यम् औपदेशिकदातौ निर्दिष्टं तत् यङ्ग् लुकि अपि निर्दिश्यति, किन्तु स्थिपा शपानुबन्धेन निर्दिष्टं यत् ग्रहणं यत् गणेन च यत्रैकाज् ग्रहणं चैव पञ्चयितानि न यङ्ग् लुकि परिभाषा. तत्र अधः एव एतत् विषयस्य विषय आम् आम् तदेव पठतु. आम् अनेन स्तिप् प्रत्ययेन निर्दिष्टं, शप् प्रत्ययेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्, एकाच् गृहेण च ग्रहणेन च इमानि पञ्चविधसूत्राणि यङ्ग् लुकेन प्रवर्तनीयानि. अस्मिन् च उक्तं यत् अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्ग् लुकि न भवति. यथा शीङ् सार्वधातुकी गुणः इति सूत्रे शीङ् धातोः गुणः विधीयते नकारः इति इत् संज्ञकवर्णम् अवलम्ब्य नकारः इति इत् संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते. यङ् लुगन्तप्रक्रियायाम् इत् संज्ञकवर्णं अवलम्ब्य यत् कार्यं तत् न भवति. अतः यङ् लुकि शेषि धातोः शेषेति शेषितः शेष्यति इति रूपाणि, पित्वत्वात् एव गुणः न अन्यत्र. एवमेव दिवादौ तुदादौ स्वादौ क्रयादौ इति संकेतेन शन् इत्यादयः विकरणप्रत्ययाः न विधीयन्ते, यतोहि धातुगणेन निर्दिष्टः गणे निर्दिष्टाः. गणेन इति पदेन गणनिमित्तीकृत्य यावत् कार्यं तत् सर्वमपि निषिद्धं यङ्ग्लुकि. अतः केवलं शप् इत्येव भवति, यतोहि शप् गणसम्बन्धं न अपि तु धातुसाधारणेन विधीयते. धातुमात्रम् अपेक्षितं, धातोः इति कृत्वा कर्तरि शप् अस्य प्रदर्शनार्थं कौमुदीकारः लिखति. अतः एव शन्नादयो न गुणेन निर्देशात् किन्तु सब् एव अत्र शप् एव शब् एव इति भवति आं भगिनि वर्णमेलनमेव तत्र शिङ्गङ्ग इति शिङ्गः सार्वधातुके इति सूत्रे स्वीकुर्मः चेत् तत्र अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्ग्लुकि तत्र न तत्र पञ्चमः पञ्चैतानि एव यङ्ग्लुकि अनेन स्थित् प्रत्ययेन निर्दिष्टं शप् प्रत्ययेन निर्दिष्टम् अनुबन्धनिर्दिष्टं गणेन अनन्तरम् एका च गृहणेन इमानि पञ्चविधानि एव तत्र यङ्ग्लुकि प्रवर्तनम् अस्ति अनन्तरम् अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्ग्लुकि न भवति यङ्ग्लुकि न प्रवर्तनीयं भगिनि पुनः पठतु प्रवर्तनीयमेव तत्र भगिनि अत्र अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्ग्लुकि न भवति इत्युक्ते किं भगिनि यदा वयम् इत्संज्ञकवर्णाः न तस्य लोपः न कुर्मः अनुबन्धानन्तरम् इति वदामः किल तादृशं न इत्येव अनुबन्धेन निर्दिष्टम् तत्र शिङ्गः सार्वधातुके इति सूत्रेण गुणः भूत्वा तत्र शेषि धातुः अस्ति चेत् यङ्ग्लुकि तत्र पदं शेषि शेषेति अनन्तरम् अत्र विकल्पेन शेषितः शेष्यति इति रूपाणि भवति अनन्तरं पित् अस्ति अतः गुणः एव भवति न अन्यत्र गुणः भवति अनन्तरं द्विवादौ चतुर्थगणीयः तुदादौ स्वादौ क्रियादौ इति सङ्केतेन शन् इति प्रत्ययम् अस्ति चेत् शन् द्विवादिगणे अस्ति इत्यादयः विक्रणप्रत्ययः आगच्छति चेत् धातुगणेन एव एतत् सर्वं निर्दिष्टति गणेन इति पदेन गणं निमित्तीकृत्य तत्र गणं किम् अस्ति स्वादिगणेय वा द्विवादिगणेय वा तुदादिगणे वा एतत् सर्वं निमित्तीकृत्य एव कार्यं तत्र भवति कार्यं भवति न अत्र सर्वमपि निषिद्धं यङ्ग्लुकि अस्ति चेत् सर्वमपि तत्र निषिद्धं तत्र गणेन एव तत्र कार्यं करोति केवलं शप् इत्येव तत्र शप् इति कर्तृशप् इति अस्ति चेत् तत्र भुवादिगणीयः तत्र कार्यम् अस्ति धातुमात्रम् अपेक्षितम् अत्र धातुमात्रम् अपेक्षितं कर्तृशप् इत्युक्ते भुवादिगणीयः तत्र कार्यं करोति अनन्तरं शन् आदयः अनेन एतत् सर्वं तत्र किम् अस्ति चेत् गणेन एव निर्दिष्टं कार्यम् अनन्तरं यङ्ग्लुकि अस्ति चेत् तत्र गणेन एव कार्यं भवति इति किञ्चित् क्लेशः अस्ति भवनी समीचीनं अस्तु अत्र प्रसङ्गः कः इति प्रथमं वदामि अनन्तरं अवगन्तुं प्रयत्नं करोतु तत्र प्रकृतिग्रहणेन ग्रहणे यङ्ग्लुक यङ्ग्लुगन्तस्यापि ग्रहणम् इति प्रथमपरिभाषा अस्ति तत्र वयं हन् इति धातुः दृष्टवन्तः किल तस्य यङ्ग्लुकि रूपं जङ्गन् इति भवति तत्र प्रश्नः आगच्छति यदा अस्माकं कुत्र हन् धातुः आसीत् अनुदातन जनसनकनामपि नास्ति आम् गमहन जन घन कसां लोपः नित्यनङ्गी इति सूत्रे हन् धातोः ग्रहणं यङ्ग्लुकि भवति वा न वा इति प्रश्नः अत्र न उल्लिखितः अतः एव अवगन्तुं किञ्चित् क्लेशः तत्र उत्तरम् अस्ति प्रकृतिग्रहणे यङ्ग्लुगन्तस्यापि ग्रहणं प्रकृतिः इत्युक्ते हन् धातुः यदा वयं तत्र गमहन जन इत्यस्य ग्रहणं भवति तत्र यङ्ग्लुगन्ते अपि तस्य ग्रहणं भवति इति प्रथमपरिभाषा वदति. किन्तु तस्य परिभाषायाः एव एक्सेप्शन् अपवादः इति, परिभाषायाः अपवादः अस्ति वा न वा इति अहं न जानामि, परन्तु यदा भवन्तः अवगन्तुं शक्यते इति वदामि, तत्र तस्य एव एक्सेप्शन् अस्ति. यथा यङ्ग्लुकि इत्यस्य एव प्रसङ्गः, स्थिपा शपा अनुबन्धेन निर्दिष्टं यत् गणेन च यत्र एकाच् ग्रहणं चैव पञ्च एतानि न यङ्ग्लुकि, यङ्ग्लुकि पञ्च एतानि न तस्य ग्रहणं न भवति इति. प्रथमं स्थिपा निर्दिष्टं, तत्तु वयं पूर्वमेव दृष्टवन्तः, बहुवारं दृष्टवन्तः, यत्र स्थिपा धातुः निर्दिष्टम् अस्ति तत्र यङ्ग्लुकि तस्य ग्रहणं न भवति इति दृष्टवन्तः. शप् प्रत्ययेन यद् निर्दिष्टं तस्य अपि ग्रहणं न भवति, तस्मिन्नेव विषये अग्रे पुनः दत्तमस्ति, तस्मिन् समये वयं पश्यामः. अनन्तरम् अनुबन्धेन निर्दिष्टं, तत्तु जानीमः, इत्संज्ञा सर्वं अनुबन्धरहितरूपम् अनुबन्धसहितरूपम्, अनुबन्धेन यदस्ति तस्यापि यङ्ग्लुकि तस्य ग्रहणं न भवति. अनन्तरम् एक गणेन निर्दिष्टं, तत्र प्रसङ्गः तस्य ग्रहणं न भवति अनुबन्धे इत्युक्ते गणेन इति न भवति वा, रूपं न भवति यङ्ग्लुकि रूपं तस्य, आं तस्य रूपं न भवति. तस्य रूपम् इत्युक्ते सूत्राणां प्रवृत्तिः न भवति. यत्र अत्र अस्माकं तनोत्यादि तत् पठितवन्तः किल, प्रथमसूत्रमासीत्, अनुदात्त उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो जलि इति. तत्र तनोति इति तनादिगणस्य विषये दत्तमस्ति, अतः येषां धातूनां यङ्ग्लुकि यदा रूपं भवति अस्य सूत्रस्य प्रसक्तिः अत्र न भवति, अन्यत् सूत्रेण कार्यं भवति. किमर्थम् इत्युक्ते अस्य अस्मिन् सूत्रे तनादि इति गणस्य गणेन निर्दिष्टमस्ति इति कृत्वा यङ्ग्लुक्कि अस्य सूत्रस्य प्रसक्तिः न भवति. यदा वयं स्थिपा दृष्टवन्तः तादृशमेव, यङ्ग्लुक् रूपं भवति परन्तु स्थिपा निर्दिष्टम् इति कारणेन सूत्राणि यद् प्रवर्तनीयानि तस्य कार्यं न भवति. अतः तत् चत्वारि. अनन्तरम् एकाच् ग्रहणम् अग्रिमपरिच्छेदे एव अस्ति, एकाच् ग्रहणं यत्र अस्ति तत्रापि यङ्ग्लुकि सूत्रं, पञ्चविधसूत्राणि यङ्ग्लुकि न प्रवर्तनीयानि इति. तत्र शीङ् सार्वदा आम् आम् उपरि वयं पठितवन्तः तद् न कार्यं करोति यङ्ग्लुकि इति वा, अनुदोपदेश नीति तनादिगणः गणेन यद् ये धातवः सन्ति, तनादिगणे ये धातवः सन्ति तत्र अनुधात्त उपदेशवनति तनादिगणीयधातोः यङ्ग्लुगन्तरूपं तु भवति, परन्तु तत्र अनुधात्त उपदेशवनति तनोत्यादीनां सूत्रस्य प्रसक्तिः न भवति. किमर्थं प्रसक्तिः न भवति इत्युक्ते अस्मिन् सूत्रे गणेन निर्दिष्टम् अस्ति इति कृत्वा. अन्यत् सूत्रं तत्तु विशेषसूत्रमस्ति, वनति इति स्थिपा निर्दिष्टम्, आम् सत्यं, वनति इति स्थिपा निर्दिष्टम्. अस्य सूत्रस्य एतत्तु विशेषसूत्रमस्ति, सामान्यसूत्रस्य प्रसक्तिः भवति तावदेव. अवगतं किल? यङ्ग्लुगन्तं रूपं भवति परन्तु भिन्नसूत्रेण भवति, न तु आम् सत्यम्, आम् सत्यम्. सामान्यसूत्रम् अस्ति, विशेषसूत्रमस्ति, विशेषसूत्रस्य प्रवृत्तिः यङ्ग्लुकि न भवति, सामान्यसूत्रेण वयं कार्यं कुर्मः तावदेव. यङ्ग्लुकि अवश्यं रूपाणि भवन्ति एव, सर्वेषां धातूनां रूपाणि यङ्ग्लुकि अपि सन्ति, तेषां कश्चन एक्सेप्शन्स् रूल्स् अपि अस्ति, परन्तु सर्वेषां सामान्यतया तस्मिन् पाठे तद् भ्रमः पुनः वयं पश्यामः. सामान्यतया सर्वेषां धातूनां यङ्ग्लुक् रूपं भवति वा यङ्ग् रूपं भवति, परन्तु तत्र यदा स्थिपा निर्दिष्टं, गणेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, शप् प्रत्ययेन निर्दिष्टम्, एकाच् ग्रहणेन तत्र सूत्राणि विशेषसूत्राणि यद् तस्मिन् विषये वदति तद् यङ्लुकि न प्रवर्तनीयानि. सूत्रस्य विषये एव वदन्ति, रूपस्य विषये न. तत्र शीङ् सार्वधातुके गुणः इति किमर्थं ते स्वीकृतवन्तः इत्युक्ते अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति. शीङ् इति धातुः तत्र नकारः इत्संज्ञकः किल, शीङ् इति धातोः तत्र गुणः ञकारेण एव विधीयते. शीङ् सार्वधातुके गुणः इति नकारम् अवलम्ब्य एव गुणः विधीयते. अस्माकं शेते इति रूपं वयं जानीमः एव, परन्तु तस्य यङ्लुगन्तप्रक्रियायां तद् ञकारम् अवलम्ब्य यत् गुणः तद् कार्यं न भवति. तावदेव शीङ् धातोः विषये. एतत् विशेष सूत्रमस्ति खलु भगिनि, तत्रैव कार्यं करोति. प्रायः अन्यसूत्रेण कार्यं भवति, परन्तु शीङ् सार्वधातुके गुणः इत्यनेन यङ्लुक् प्रक्रियायां गुणः न भवति. तावदेव. अनन्तरं तत्र शेषि इति यद् धातुः अस्ति तत्र रूपाणि शेषि इति शेषितः तत्र तादृशं रूपाणि तु भवति, परन्तु तत्र पित्वात् एव गुणः भवति, न तु किमपि अन्यत् घणम् अनुसृत्य गुणः न भवति. यदा तत् गणेन निर्दिष्टम् अत्र यङ्लु गुणः न भवति किल, दिवादौ तनादौ इति यत् किमपि उक्तं चेत् तत्र गुणः तद् अवलम्ब्य गुणः न भवति. तदवलम्ब्य एव वयं सार्वधातुकप्रक्रियायां गुणः कृतवन्तः, परन्तु यङ्लुकि तद् अवलम्ब्य गुणः न भवति. किमर्थम् इत्युक्ते गणेन निर्दिष्टं तावदेव किल. तत्र यत्किमपि तत्र कर्तरीषप् इति यद् सूत्रम् अस्ति तत्तु गणस्य विषये नास्ति. वयं यदा स्वादिभ्यः दिवादिभ्यः इति यद् उक्तवन्तः, सामान्यसूत्रं किल, भुवादिगणे एव शब् भवतु इति किमपि नास्ति. कर्तरीषप् इति सामान्यसूत्रं सर्वत्र आगच्छति, तत् प्रबाद्य एव अन्येषु गणेषु विकरणप्रत्ययः विधीयते. अतः तस्य कार्यं तु अवश्यं यङ्लुकि भवति, अनन्तरं लुक् अपि भवति, शप् इत्यस्य लुक् अपि भवति. तदेव कौमुदीकारः वदति, अत्त एव श्यन्नादयो न गणेन निर्देशात् किन्तु शप् एव भवति. शन् आदयो इति विकरणप्रत्ययः तत्र गणेन निर्देशात् तत्र यङ्लुकि तस्य कार्यं न भवति. तत् आधारीकृत्य गुणः न भवति, तदेव अवगन्तव्यम्. विकरणप्रत्ययः सूचयति वा भगिनि अन्तिमवर्णः? एतत् धातुमात्रम् अपेक्षितं, धातुः इति कृत्वा कर्तरि शप् अस्य प्रदर्शनार्थं कौमुदीकारः लिखति, अतः एव षण् आदयः न गणेन निर्दिशात् किं न अत्र किम् अस्ति भगिनि, अत्र किञ्चित् न ष्यन् ष्यन् इत्युक्ते विकरणप्रत्ययः, अस्माकं विकरणप्रत्ययः ष्यन् आदयः. ष्यन् ष उ इति सर्वेषां विकरणप्रत्ययानां ग्रहणं, षकारः सर्वेषां ग्रहणम् अत्र भवति. तत् गणेन निर्देशः अस्ति सर्वत्र, केवलं भुवादिगणे गणं विहाय अन्येषां गणानां ग्रहणं तु अन्येषां विकर्णप्रत्ययानां ग्रहणं तु गणेन निर्दिष्टमस्ति. अतः ते तत्र यङ्लुक्कि तत्र सूत्राणि न प्रवर्तनीयानि. यत्र गणः निर्दिष्टमस्ति तत्र तानि सूत्राणि तत्र न प्रवर्तनीयानि, परन्तु शप् कर्तरी शप् तु तस्य कार्यं भवति एव. यङ्लुक्कि प्रथमं कर्तरी शप् विधीयते, अनन्तरं तस्य लुक् तु भवति एव. तावदेव. पाणिनीयकार्यमपि तादृशमेव वा भगिनि? पाणिनीयकार्यं कौमुदीकारः कमेण्टेटर् एव किल भगिनि, टीकाकारः भट्टोजिदीक्षितः किल, यत् उक्तं तादृशमेव तत्र स्वीकरणीयम्. आम् आं सत्यम्, आं सत्यम्, सिद्धान्तकौमुदी. आम् अस्तु, अग्रे एका एतत् परिच्छेदः अपि पठामः. महोदय, भवतः क्रमः एव पुनः. अस्तु, परिभाषायां परिभाषायाम् एकाच ग्रहणम् इत्यस्य कथनेन एकाच घटितानां सूत्राणां प्रवर्तनं व्यङ्गलोके न भवति, यथा एकाच उपदेशे अनुदात्तात् इत्यनेन उपदेशे अनुदात्तात् एकाचः अङ्गात् इटः न भवति, अनेन इडागमः निषेधः. यथा डुकृं करणे इति धातौ ककारात् परः ऋकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति. कृयोग तृच् कर्तृ इति कर्ता इति प्रथमपुरुष प्रथमविभक्ति एकवचनमस्ति. वः वः प्रापणे इति धातौ वकारात् परः अकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति. अस्तु, वः योग तृच् ओढः इति भवति. किन्तु अयं निषेधः यङ्लुकि न भवति, तदर्थं जाहिता जाहिष्यति बिभेदिता इत्यादि स्थलेषु एकाच उपदेश अनुदात्तात् इत्यनेन इट् प्रत्ययस्य निषेधः न भवति इति अस्ति. एकाच ग्रहणं चैव इति अस्ति. किम् तत्र एकाच ग्रहणं चैव पञ्चयितानि न यङ्लुकि. परिभाषाम् एकाच ग्रहणम् इत्यस्येन कथनेन एकाच घटितानां सूत्राणां प्रवर्तनं यङ्लुकि न भवति इति अस्ति. अस्तु, एकाच अस्ति चेत् एकाच इति यत् यदि सूत्रे अस्ति चेत् तत्र यङ्लुकि तस्य प्रवर्तनं न भवति इति वा भगिनि? तत्र एकाच उपदेश अनुदात्तात् इति सूत्रं किं वदति? एकाच अनुदात्तात् एका इट् न भवति इति. एकाच अस्ति चेत् उपदेशे अनुदात्त एकाच एकाच घटितम् अस्ति. यत् एकाच उपदेश अनुदात्तात् इति सूत्रम् एकाच इति पदेन घटितम् अस्ति, अतः तत्र तद् इड् इट् न भवति इति इडागमनिषेधः अस्ति. एतद् निषेधः यङ्लुकि न भवति तत्र इडागमं भवति तर्हि. आम्, तावदेव. प्रथमवाक्यम् अन्ते किन्तु अयं निषेधः यङ्लुकि न भवति. यद् निषेधम् अनेन सूत्रेण उक्तम् अस्ति तद् यङ्लुकि न भवति. एकाच् ग्रहणम् इति यद् उक्तं तद् एकाच् उपदेश अनुदात्तात् इत्यस्य एव विषये. ईक्वल् टु इति स्थापयतु. एकाच् ग्रहणम् इत्युक्ते एकाच् उपदेश अनुदात्तात् इत्यनेन किं भवति? एकाच् अङ्गात् इट् न भवति. परन्तु एतद् निषेधः यङ्लुकि वेलिड् नास्ति. तत्र इडागमः भवति. इडागमः कृ धातु अस्ति, तत् इडागमः न भवति सामान्यतः अनुदात्त सामान्यतः न भवति. परन्तु अत्र भवितुमर्हति यङ्लुकि निषेधः न. बिभेदिता इति तृच् प्रत्ययः किल, तत्र अस्माकं जुहोत्यादिगणीयधातुः बिभेदिता इति भवति. जाहिता जाहिष्यति अपि जुहोत्यादिगणीयधातुः जुहोति इत्यस्य एव रूपं किल न वा? आम् आम् सत्यं, जाहिता जाहिष्यति. आम्, अतः तत्र भवति एव. एकाच् अस्ति चेदपि तस्य ग्रहणं साधारणतया तत्र एकाच् उपदेशानुदात्तेत् इत्यनेन इट् न भवति, परन्तु यङ्लुक्कि तस्य ग्रहणं नास्ति इत्येव. अतः पञ्चस्थलानि स्थिपा यदा निर्दिष्टं तत्र यङ्लुक्कि सूत्राणि न प्रवर्तनीयानि. अनन्तरं शप् प्रत्ययेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, घणेन निर्दिष्टम्, एकाच् ग्रहणेन. यत्र यत्र तादृशम् अस्ति तत्र सूत्रे तादृशम् उक्तम् अस्ति चेत् यदा वनतेः इति, अत्र तु स्थिपा निर्दिष्टम् अस्ति, अतः अस्य सूत्रस्य प्रवृत्तिः यङ्लुकि न भवति. समानरीत्या तत्र किम् अन्यत् अपि एकं दृष्टवन्तः किल, किमासीत्, आं तनोत्यादि समा एतत् सूत्रमेव, अनुदात्त उपदेशवनति तनोत्यादि इति गणेन निर्दिष्टम्. अतः तनोत्यादिगणीयधातुः अस्ति चेत् यङ्लुकि रूपं भवति, परन्तु अस्य सूत्रस्य प्रसक्तिः अत्र नास्ति. वयं सामान्यसूत्रस्य प्रयोगं कृत्वा रूपं साधयामः, तावदेव. स्पष्टमस्ति वा? यदा वयं प्रक्रिया साधयामः तस्मिन् समये इतोपि किञ्चित् स्पष्टं भवति. तत्र अद्य अत्रैव स्थगयामः. होहन्तेर्निन्नेषु लोपो व्योर्वली सूत्रद्वयमेव अस्ति. तत्र अग्रे धातवः सन्ति, षड् धातवः, गम्, क्षिणु, खनु, झन्, हन्, तन्. तत्र किञ्चित् चिन्तयतु, यङ्लुकि कस्य सूत्रस्य प्रसक्तिः भवति, कस्य सूत्रस्य न. यद् वयं प्रथम चतुष्टयं सूत्रचतुष्टयं पठितवन्तः तस्यैव तत्र मुख्यविषयः, तद् कस्य सूत्रस्य प्रसक्तिः इति रूपं किञ्चित् साधयतु गृहपाठरूपेण, अनन्तरं पश्यामः. तत्र असिद्धवत् तत्राभात् अपि अस्ति अग्रे, तद् अग्रिमसप्ताहे. अत्र पूर्वतन करपत्रे तत्रैव स्थापितं तन् तन्वन्त तन् तन् इति यङ्लुकि अस्ति खलु, अनन्तरं किञ्चिदपि नास्ति, यकारान्तदातवः एतत् सर्वं अस्ति. न न भगिनी, तद् मा स्वीकरोतु. यद् स्क्रीन् मध्ये भवती पश्यति किल, तस्य एव सेलेक्ट् कृत्वा प्रिण्ट् इति आप्शन् आगच्छति तत्र, तादृशमेव प्रिण्ट् औट् स्वीकरोतु. पी डि एफ् अधः अस्ति, तत् सर्वं पुरातनम् अस्ति, महोदयेन कदापि तस्य अप्डेट् न कृतवान्, अतः तद् मा स्वीकरोतु. तद् एतत् कृतं वा भगिनि, एतत् सर्वं कृतं वा? अडिशनल् न टैपिङ्ग् न महोदयस्य न महोदयः एव करोति भगिनि. अस्माकं कृते पर्मिशन् नास्ति, वयं केवलं पठितुम् एव शक्नुमः. अस्तु, परन्तु एतत् पी डि एफ् मध्ये न आगच्छति खलु? तदेव महोदयः, अप्डेट् करणीयं किल. यदा वयं नूतनतया किमपि आड् कुर्मः चेत् तत् सर्वं पी डि एफ् मध्ये अप्डेट् करणीयं, तत् तादृशम् एक्स्पोर्ट् करणीयं किमपि, तादृशं सः न कृतवान् तद्. अतः तद् मास्तु, केवलं स्क्रीन् मध्ये एव स्वीकरोतु. तत् सर्वं पुरातनम् अस्ति, बहु पुरातनम् अस्ति. 2015 स्क्रीन् मध्ये सेलेक्ट् करोतु, प्रिण्ट् इति आप्शन् आगच्छति, प्रिण्ट् करोतु. तादृशमेव अहमपि कृतवती प्रिण्ट् औट्. अस्तु भगिनि, एतत् सर्वं लेखनीयं खलु, अतः एव भगिनि प्रिण्ट् औट् स्वीकर्तुं शक्यते. आम्, धन्यवादः, शुभरात्रिः. धन्यवादः भगिनि, धन्यवादः. धन्यवादः भगिनि. I'm sorry, I couldn't get up. I got up very late.